तर्हि अद्यतनपाठः भवति गीतासोपानस्य द्वितीयभागे यः चतुर्दशः पाठः अस्ति विधिलिङ्गकारः तत्र सम्भावनार्थे यथा अस्माभिः दृष्टं पूर्वमपि यत् विधिलिङ्गकारस्य अर्थद्वयं भवति अर्थद्वयं नाम तत्र सम्भावनार्थे अपि भवति विध्यार्थे अपि भवति विधिः नाम आदेशः विधिः नाम आदेशः आज्ञा अपि च सम्भावनार्थे यत्र सन्देहः शङ्का यत्र निश्चयः नास्ति तत्र सम्भावनार्थे इति विधिलिङ्गकारः भवति अत्र सुनिधि भगिनी तत्र यदि कमपि शब्दं न जानाति अवश्यं वदतु अस्तु यतोहि अस्मिन् पाठे बहवः शब्दाः आगच्छन्ति अस्माकं वर्गे केचन जनाः इतोपि शब्दान् जानन्ति केचन किञ्चित् न्यूनशब्दान् जानन्ति अतः अस्मिन् अस्माकं न कोऽपि क्लेशः यत्र कोऽपि कमपि शब्दं न जानाति तत्र वयम् आनन्देन वदामः संस्कृतेन प्रथमतया वयं प्रयासं कुर्मः संस्कृतेन स्पष्टीकरणार्थं यदि तदानीमपि अवगमनं न जायेत तु आङ्ग्लभाषया विरलतया कदाचित् वयं वदामः तत्र मम अधिकारः अपरेषाम् अधिकारः नास्ति अस्मिन् अस्तु समीचीनमस्ति तर्हि अत्र विधिलिङ्गकारः सम्भावनार्थे अन्य कोऽपि अस्ति वा आं महोदय श्रुता अस्मि अत्र किन्तु मम श्वास्तुः भवति तर्हि अहं प्रायः केवलं शृणोमि अद्य अस्तु अस्तु अस्तु भगिनि मध्ये मध्ये किञ्चित् वदति चेत् न कापि हानिः पश्येम अस्तु समीचीनं तर्हि अत्र विधिलिङ्गकारः इति विषयः तत्र अर्थः कः इति इदानीं उक्तः अर्थः उक्तः तत्र अर्थद्वयमस्ति सम्भावना अपि च विधिः इदानीं पाठः कस्मिन् विषये इति चेत् सम्भावना यत्र शङ्का अस्ति सन्देहः निश्चयः नास्ति तत्र अन्य कोऽपि अस्ति वा निहारिका निहारिका भगिनि अस्तु स्वागतं क्षम्यतां महोदय तत्र कनेक्षन् कर्तुं समस्या आसीत् अस्तु अस्तु नास्ति चिन्ता भगिनि तर्हि अस्माकं पाठः अस्ति तत्र नवतितमे पुटे अस्ति अत्र यथा अस्माकम् अभ्यासः जातः तत्र विधिलिङ्गकारस्य रूपम् एतादृशं भवति भवेत् भवेतां भवेयुः भवेः भवेतं भवेत भवेयं भवेव भवेम इति त्रिनवतितमे पुटे रूपाणि दीयन्ते भवेत् भवेतां भवेयुः भवेः भवेतं भवेत भवेयं भवेव भवेम गते सप्ताहे वयम् अभ्यासं कृतवन्तः केवलं एकवचने बहुवचने प्रथमपुरुषे उत्तमपुरुषे च नाम भवेत् भवेयुः भवेयं भवेम इति एतावत् जानीमश्चेत् महान् लाभः अस्ति अस्तु तर्हि अत्र द्विनवतितमे पुटे अभ्यासः कश्चन अस्ति तत्र तम् अभ्यासं कुर्मः मिलित्वा इदानीम् अत्र लक्ष्मीभगिनी पठति वा एतानि अभ्यासः एतानि उदाहरणवाक्यानि परिशीलयत लिखत च यत् अत्र सन्देहः अस्ति उत न इति. प्रायः अद्य वृष्टिः न भवेत् सन्देहः अस्ति. इत्युक्ते प्रायः अद्य वृष्टिः न भवेत् अद्य वर्षा न भवेत्. हा, वर्षा इति मुख्यविषयः नास्ति. न भवेत्, न भवेत् इत्युक्ते किं? न भवेत् भवेत् भवति शब्दस्य विधिलिङ्गरूपं सम्भावनार्थे सम्भावनार्थे अस्ति अत्र. सत्यं. हा, नाम यः वक्ता अस्ति प्रायः अद्य वृष्टिः न भवेत् इति यः वदति तस्य मनसि सन्देहः अस्ति खलु. वृष्ट्याः सम्भावना नास्ति. सम्भावना अस्ति नाम अस्ति अपि नास्ति अपि. सः चिन्तयति प्रायः न स्यात् किन्तु निश्चयः नास्ति खलु. भवितुमपि अर्हति. भवितुमपि अर्हति खलु. यदा वयं जानीमः तदा किं वदामः? प्रायः अद्य वृष्टिः न प्रायः इति न वदामः. अद्य वृष्टिः न भवेत्. न न न, यत्र निश्चयः अस्ति न भविष्यति. न भविष्यति. अद्य वृष्टिः न भविष्यति इति यः कोऽपि तादृशं जानाति तर्हि वक्तुं शक्नोति न भविष्यति एव इति. अद्य वृष्टिः न भविष्यति एव इति यत्र सन्देहः नास्ति, शङ्का नास्ति, तत्र विधिलिङ्गकारस्य उपयोगः अनुचितः. तत्र वयं प्रयोगं न कुर्मः. अस्तु, अन्य कोऽपि अस्ति वा? महोदय, पद्मा आगतवती आलस्येन, क्षम्यताम्. अस्तु, नास्ति चिन्ता भगिनि. हा हा, तर्हि सर्वे अवगच्छन्ति वा? सञ्जीवमहोदय, तत्र सुनिधिः अवगच्छति वा? हा, अवगच्छतु. सा मां पृच्छति किं किम् अस्ति. अस्तु अस्तु, समीचीनं समीचीनमस्ति. हा, तर्हि अग्रे गच्छेम. हा, भवान् एव द्वितीयं करोतु कृपया. कदाचित् मम भवान् इति भवान् इति लक्ष्मी भवति वा? इदानीं मम समीपे पुस्तकं नास्ति. ओ, पुस्तकमपि नास्ति. इदानीं अहं क्रीणामि तत्. न न न, किन्तु वक्तव्यमासीत् इदानीमेव. सङ्गणकमस्ति वा? आन्लैन् गत्वा तत्र पी डी एफ़् लभ्यते. आन्लैन् गत्वा तत्र इदानीमेव करोतु. गीतसोपानं लिखतु गूगल् मध्ये. तत्र PDF निःशुल्कमस्ति. PDF डौन्लोड्. गीतासोपानं PDF. हा हा, गीतसोपानमेव लिखतु. रोमन् आर्यसमाज अपि लिखतु. आर्यसमाज तत्र न लिखति एव, न लिखति अपि आगच्छति. अत्र उपरि डौन्लोड् आगतम्. हा, डौन्लोड्. हा, द्वितीयभागं डौन्लोड् करोतु अवश्यम्. अस्तु, अग्रे गच्छेम तर्हि. इदानीं हा, मीना भगिनी पठतु कृपया. कदाचित् मम प्राप्तेः पूर्वमेव ते गच्छेयुः. सन्देहः अस्ति मम तत्र गन्तुं पूर्वमपि ते गच्छेयुः इति मम सन्देहः. मम आलम्बेन गच्छामि, तस्य पूर्वे तत्पूर्वे ते गच्छेयुः. हा हा, किन्तु अत्र मम गमनात् प्राक् इति, मम गमनात् पूर्वम् इति न अर्थः खलु अत्र. अत्र प्राप्तेः इति अस्य इति दत्तमस्ति. प्राप्तेः अत्र प्राप्तेः इति अस्य का विभक्तिः प्रथमतया? प्राप्तेः इति अस्य का विभक्तिः? षष्टि. हा, षष्टिविभक्तिः अस्ति खलु. प्राप्तेः षष्टिविभक्तिः अस्ति इति प्रथमतया. तर्हि प्राप्तिः नाम आगमनम् इति अर्थः. आगमनम् इति न तु गमनं. कदाचित् मम अत्र आगमनात् पूर्वम् एव ते गच्छेयुः इतः. नाम अहं गृहे अस्मि स्वस्य, अपि च बान्धवाः आगच्छन्ति, ते न इतः ते गच्छेयुः तत्र न. अहं बहिः अस्मि, बान्धवाः गृहे सन्ति, ते तु इतः गच्छन्ति कदाचित्, अहं तु आगच्छामि. मम गृहस्य आगमनात् पूर्वमेव ते इतः गच्छेयुः इति खलु अर्थः. आं महोदय. तर्हि अत्र एकमस्ति यत् यत्र पूर्वमस्ति तत्र प्राप्तेः पूर्वं, तत्र प्राप्तेः इत्यस्य षष्ठीविभक्तिः अस्ति. पञ्चमी अपि भवितुमर्हति, यत्र पूर्वमनन्तरं तत्र पञ्चमी अपि षष्ठीद्वयमपि भवति. किन्तु यथा गमनम् अहम् उक्तवान्, गमनात् पूर्वं गमनस्य अपि वक्तुं शक्यते, किन्तु गमनात् साधारणतया भवति. तस्मात् पूर्वं सामान्यतया किं भवति, अत्र यत्र पूर्वमस्ति, परम्परा का इति चेत् यत्र पूर्वमस्ति तत्र पञ्चमी विभक्तिः अस्ति. अतः अनन्तरं यत्र अस्ति तत्र षष्ठी अस्ति इति परम्परा अस्ति. पूर्वं परं, पूर्वमनन्तरम् इत्यस्य प्रयोगः कथं भवति इति सम्यक्तया अवगन्तव्यमस्ति. तर्हि अत्र पूर्वम् अनन्तरम् इति मीनाभगिनी, लक्ष्मीभगिनी, सुब्रह्मण्यमहोदय तत्र जनत्रयं वदतु शीघ्रमेव. सुब्रह्मण्यमहोदय तत्र भवान् वदतु, पूर्वम् अनन्तरं. पूर्वम् अनन्तरं कक्षात् पूर्वं, कक्षा इत्यस्य लिङ्गं किं, कक्षायाः पूर्वं, कक्षायाः पूर्वम् अहं किञ्चित् अभ्यासं करिष्यामि. हा, तत्र प्रायः तत्र कक्षायाः द्वयमपि भवन्तु, अत्र प्रायः पञ्चमी एव अस्ति. अनन्तरं तदेव कक्षा वदतु. कक्षायाः अनन्तरं ध्वनिमुद्रणं शृणोमि. नाम तस्मात् पूर्वं तस्य अनन्तरं, तस्मात् पूर्वं तस्य अनन्तरं, कक्षायाः पूर्वम् इति प्रायः पञ्चमी विभक्तिः अस्ति, कक्षायाः अनन्तरम् इति प्रायः षष्ठीविभक्तिः. ये न जानन्ति ते लिखेयुः, इदानीमेव लिखन्तु स्वस्य पुस्तके कुत्रचित् लिखन्तु, नो चेत् विस्मरणं भवति. पूर्वमिति पञ्चमी स्यात्, षष्ठी अपि भवितुमर्हति, दोषः नास्ति, किन्तु साधारणतया पञ्चमी भवति पूर्वं, षष्ठी भवति अनन्तरम्. अस्तु, अग्रे गच्छामः. द्विनवतितमे पुटे अस्ति. धन्यवादः. हा, प्राप्तमस्ति, समीचीनं. धन्यवादः. अस्तु, द्विनवतितमे पुटे अस्ति तत्र तृतीयवाक्यं. अस्तु, नटासा भगिनी कृपया. यदि यानं शीघ्रं गच्छेत् तर्हि समये प्राप्नुयाम् एव. यदि यानं शीघ्रं गच्छेत् तर्हि समये प्र प्राप्नुयाम अर्थे अर्थ अहं चिन्तयामि प्राप्नुयाम अर्थः आगच्छामि समये आगच्छामि समीचीनं सन्देहः अस्ति अत्र अत्र यदि यानं शीघ्रं गच्छेत् तर्हि समये प्राप्नुयाम् एव अत्र वार्ताद्वयमस्ति अत्र वार्ताद्वयमस्ति नाम यानं शीघ्रं गच्छति समये प्राप्नोमि यानं शीघ्रं गच्छति न वा अनन्तरं समये प्राप्नोमि न वा तत्र सन्देहः कुत्र अस्ति कस्मिन् भागे सम्भावना नाम भागद्वयमस्ति खलु यानं शीघ्रं गच्छति इति प्रथमभागः द्वितीयभागः अस्ति द्वयभागे सन्देहः अस्ति हा किन्तु अस्तु किन्तु तत् ततः अग्रे किञ्चित् वक्तव्यं भवति अत्र निहारिका भगिनी किञ्चित् वदति वा तत्र यदि यानं शीघ्रं गच्छति तर्हि समये प्राप्नुयां परन्तु यदि यानं शीघ्रं न गच्छति तर्हि प्रायः समये न प्राप्नुवन्ति अतः तत्र प्रथमभागस्य एव सन्देहः अस्ति यानं शीघ्रं गच्छति वा नास्ति वा इति शीघ्रं गच्छति चेत् समये प्राप्नुयां समये प्राप्नोमि सः समये प्राप्नोमि एव अत्र एव शब्दः अस्ति खलु अतः तत्र नताशा भगिनी अत्र द्वितीयभागे वस्तुतः अत्र कथनस्य आशयः अयं यत् तत्र सन्देहः नास्ति यदि तर्हि अस्ति खलु यदि प्रथमभागे सन्देहः अस्ति यदि यानं शीघ्रं गच्छेत् तत्र सन्देहः अस्ति किन्तु शीघ्रं गच्छति चेत् समये प्राप्नोमि एव सत्यं न वा तर्हि समये प्राप्नुयाम् एव अस्तु महोदय महोदय एकः प्रश्नः अत्र तत्तु अहं सम्यक्तया अवगच्छामि परन्तु अत्र द्वितीय खण्डे विधिलिङ्ग् क्रियापदस्य आवश्यकता अस्ति वा न इति अहं मम प्रश्नः अत्र अस्तु अत्र वस्तुतः यद्यपि पाठः सम्भावनार्थस्य विधिलिङ्गकारः वस्तुतः अत्र प्रायः विद्यार्थः अस्ति यतोहि प्रथमभागे शङ्का अस्ति यदि प्रथमभागः पुरतः भवति तर्हि द्वितीयभागे शङ्का नास्ति एव खलु तस्मिन् समये शङ्का नास्ति अतः अस्माकं प्रथमभागः गच्छेत् तत्र सम्भावनार्थे अस्ति किन्तु द्वितीयभागः तथा नास्ति सत्यमेव द्वितीयभागः विद्यार्थे अस्ति न तु सम्भावनार्थे धन्यवादः महोदय महोदय प्राप्नुयाम विधिलिङ्गलकारः हा सत्यं विधिलिङ्गकारः एव तत्र अग्रिमे पृष्ठे पश्यन्तु तत्र चतुर्नवतितमे पुटे द्वितीय प्रकारकरूपाणि सन्ति अत्र प्रथमप्रकारकरूपाणि त्रिनवतितमे पुटे भवेत् भवेतां भवेयुः इत्यादीनि रूपाणि सन्ति ततः अग्रे यत्र अङ्गम् अदन्तं नास्ति नाम तत्र अङ्गस्य अन्ते ह्रस्व अकारः नास्ति गतसप्ताहे वयम् उक्तवन्तः यथा भवति तत्र भव योगः ति भव, तत्र भव इति भागस्य अन्तिमवर्णः कः? अकारः, लघु अकारः अस्ति भव. यत्र यत्र तस्य भागस्य अन्तिमवर्णः लघु अकारः अस्ति तत्र तत्र त्रिनवतितमेपुटे यथा रूपाणि सन्ति तथैव भवन्ति, पठेत् पठेतां पठेयुः. किन्तु यत्र अकारः नास्ति, प्रथमभागस्य अन्ते अकारः नास्ति, यथा प्राप्नोति, तत्र प्राप्नो इति अस्य भागस्य अन्तिमवर्णः कः? प्राप्नो ओकारः अस्ति. अतः अग्रिमे अग्रे गन्तव्यमस्ति चतुर्नवतितमे पुटे, तत्र यानि रूपाणि सन्ति तानि यथा तत्र शक्नुयात् इति पश्यतु, शक्नुयात् शक्नुयात् तां शक्नुयुः, शक्नुयाः शक्नुयात् तं शक्नुयात् शक्नुयां, प्राप्नुयाम् इति अस्ति खलु, प्राप्नुयां शक्नुयां शक्नुयां शक्नुयाव शक्नुयाम. स्पष्टमस्ति? अस्तु, समीचीनमस्ति. अग्रिमवाक्यं तत्र सुनिधि भगिनी पठितुम् इच्छति वा, चतुर्थं वाक्यं? सम्भवतः कक्षायां श्वः गणितपाठः भवेत्. भवेत्, अवगच्छति वा? पुनः पठतु कृपया. सम्भवतः कक्षायां श्वः गणितपाठः भवेत्. भवत्याः पाठशालायां गणितविषयः भवति वा, गणितविषयः जानाति वा? भवति खलु. अस्तु, तर्हि अत्र अस्मिन् वाक्ये पश्यन्तु, तत्र पश्यतु वाक्यं, सम्भवतः कक्षायां श्वः गणितपाठः भवेत्. अत्र अस्मिन् वाक्ये सन्देहः, सन्देहशब्दं जानाति वा, सन्देहः? अस्तु, तर्हि अस्मिन् वाक्ये सन्देहः अस्ति अथवा नास्ति? अस्ति, बहु समीचीनमस्ति. अस्ति, यतोहि यः वदति सः न जानाति, प्रायः भवेत् किन्तु न जानाति, भवितुमर्हति न अपि भवितुमर्हति इति अर्थः. समीचीनं, अस्तु, अग्रे गच्छेम. तर्हि सन्ध्या भगिनी अग्रे पञ्चमवाक्यं. कदाचित् परीक्षा अस्मिन् मासे एव भवेत्. सन्देहः अस्ति न वा, पुनः पठतु. कदाचित् परीक्षा अस्मिन् मासे एव भवेत्, सन्देहः नास्ति. यदि परीक्षा भविष्यति अस्मिन् मासे भविष्यति, तर्हि हा कदाचित् परीक्षा अस्मिन् मासे एव भवेत्. यतोहि शब्दः यत्र एव शब्दः अस्ति तत्र निश्चयः, कदा भविष्यति इति न निश्चितमस्ति खलु, कदाचित् नाम अस्मिन् मासे कस्मिन् दिने इति न निश्चितमस्ति, किन्तु अस्मिन् मासे एव भवेत् इति तत्र सम्भावनार्थे प्रायः नास्ति, अपि तु विद्यार्थे इति वक्तुं शक्नुमः. अग्रे गच्छेम, पद्मा भगिनी अग्रे. हा महोदय. कदाचित् विद्युत् गता स्यात्, कदाचित् विद्युत् गता स्यात्. विद्युत् गम् गमिष्यति एव. अत्र गमिष्यति इति नाम अत्र कालः कः? तत्र भविष्यत्कालस्य वाक्यम् अथवा भूतकालस्य? वर्तमानकालस्य. कदाचित् विद्युत् गता स्यात्. अत्र सन्दर्भः कः अस्ति? सञ्जीवमहोदय तत्र वदति वा तत्र कस्यां दशायां कोऽपि एतादृशं वाक्यं वक्तुं शक्नोति? गता तु भूतकाले अस्ति. गता स्यात् कदाचित् विद्युत् अद्य प्रायशः गता स्यात्. सम्भवतः न निश्चयतः न जानाति एव गता वा न गता. कदाचित् विद्युत् गता स्यात् यथा दीपं दृष्ट्वा दीपं न ज्वलति अथवा दूरदर्शनं दृष्ट्वा न ज्वलति इति दृष्ट्वा सन्देहं करोति. कदाचित् विद्युत् गता स्यात् पूर्वं तस्मिन् दिने. हा सत्यं. हा यथा कोऽपि गृहं गत्वा पश्यति यत् घटी अस्ति खलु घटी घट्याः समयः दोषपूर्णः अस्ति. इदानीं त्रिवादनमस्ति किन्तु घट्यां प्रदर्शयति यत् इदानीं सार्धैकादशवादनमस्ति. तर्हि सार्धैकघण्टा तत्र पूर्वमस्ति नाम विलम्बः जातः तत्र घटी अस्ति इति कारणेन कोऽपि अनुमानं कृत्वा वक्तुं शक्नोति यत् ओ कदाचित् विद्युत् गता स्यात् यतोहि तत्र पूर्वं कस्मिंश्चित् समये तत्र घटी स्थगिता जाता. इदानीं चलति घटी इदानीं चलति किन्तु पूर्वं प्रायः विद्युत् गता स्यात् यतोहि तत् इदानीं त्रिवादनमस्ति सार्ध एकवादनमिति लिखितमस्ति घट्यां. स्पष्टमस्ति सर्वेषां कृते? मम एकः प्रश्नः अस्ति. अत्र स्थगित इत्यस्य धातुः कः? स्थगित न स्थग इति स्यात् स्थगिति एव धातुः स्यात् द्रष्टव्यमस्ति किन्तु स्थगितः तत्र इडागमः अस्ति कृतान्तरूपम् अस्ति कृतप्रत्ययः अस्ति इडागमः स्थगिति धातुः स्यात्. बहुकालतः सन्देहः अस्ति शब्दकोशे स्थक् धातुः तु न दृश्यते. न दृष्टम् अस्तु अनन्तरं तत्र वर्गस्य अनन्तरं दृष्ट्वा वदामि. ओके समीचीनं. हा अग्रे तर्हि शिल्पा भगिनी वक्तुमिच्छति वा? लघुवाक्यमस्ति. अस्तु सर्वे खादन्ति सन्देहः नास्ति. नास्ति खलु सन्देहः नास्ति. सत्यं खादन्ति. अत्र विधिलिङ्गकार्यं करोतु. खादन्ति विधिलिङ्ग् अस्ति चेत् सर्वे सर्वे शुनतं सर्वे खादेयुः. सर्वे खादेयुः तथा वा किमस्ति चेत् सन्देहः अस्ति न वा? सर्वे खादेयुः भवतु अराकि भवतु अर्हति अतः द्वयं अतः द्वयमत्र अस्ति. हा सत्यं कर्तव्यमस्ति सर्वे खादितुं सर्वैः खादितुं करणीयं सर्वैः खादनीयं सन्धिः करणीयं तस्य सः अर्थः चेत् सन्देहः नास्ति, किन्तु सर्वे किन्तु अपि न जानन्ति किन्तु न जानन्ति निश्चयेन यदि सर्वे खादन्ति तैः अपि तदा तैः अपि वदन्ति सर्वे खादेयुः. तत्र शङ्का अस्ति, सन्देहः. सर्वे किं कुर्वन्ति इति प्रश्ने सति उत्तरं यदि सर्वे खादेयुः इति भवति तर्हि तत्र सन्देहः स्यात्. अस्तु, समीचीनम्. अग्रे गच्छेम तर्हि. श्रीनिवासमहोदय अग्रे. सर्वे पश्येयुः, अत्र सन्देहः अस्ति. सत्यं सत्यम्. अस्तु, अग्रे गच्छेम तर्हि. सहदेवमहोदय अग्रे. एकः प्रश्नः महोदय. वदतु, वदतु. सर्वे खादेयुः अथवा सर्वे पश्येयुः, अहं चिन्तयामि अत्र विवक्षानुसारम् अवश्यम् अवश्यं सन्दर्भं कदापि विधिलिङ्ग् विध्यार्थे भवितुम् अर्हति, कदापि सम्भावनार्थे अपि अवश्यं. यथा शिल्पभगिनी यथा इदानीम् उक्तवती तथा सर्वत्र अस्ति. इदानीं सन्दर्भः नास्ति खलु, तत्र केवलमेकं वाक्यमस्ति. यथा भवता उच्यते तत्तु सत्यमेव. सर्वे पश्येयुः इति इदानीं न पश्यन्ति, किन्तु द्रष्टव्यमस्ति, किञ्चन दृश्यमस्ति यद् द्रष्टव्यमस्ति, तर्हि सर्वे पश्येयुः तत्र पश्यन्तु इति. तत्र यथा लोट्लकारस्य अर्थः तथा अत्रापि भवितुमर्हति स्म. सन्दर्भः न ज्ञायते अस्माभिः. सत्यम्. अन्यः एकः प्रश्नः अस्ति महोदय. यदि सन्देहसन्दर्भे विधिलिङ्ग् यदा उपयोगं करिष्यामि तदा प्रायः सम्भवतः इत्ययोः आवश्यकता न भवतः इति अहं चिन्तयामि महोदय. आवश्यकता नास्ति. यदि कोऽपि प्रायः सम्भवतः इति वदति तर्हि प्रायः तत्र सम्भावनार्थे अस्ति विधिलिङ्ग्. किन्तु सन्दर्भम् अनुसृत्य तादृशशब्दस्य वदनस्य आवश्यकता अपि नास्ति. यदि कोऽपि वदति अद्य वृष्टिः न भवेत् तत्रापि सम्भावनार्थे अस्ति, यतोहि न कोऽपि निश्चयेन वदति वक्तुं शक्नोति खलु. न कोऽपि किञ्चित् दृढीकरणार्थमेव अत्र प्रायः दृढीकरणार्थं सन्देहस्य दृढीकरणं कर्तुमिच्छति प्रायः वक्ता. तदर्थमेव अत्र प्रायः सम्भवतः इति उपयोगं करिष्यति इति अहं चिन्तयामि. अस्तु, सत्यं सत्यं सत्यम्. अग्रे गच्छेम शाहि. अस्तु, सहदेव महोदय अग्रे. अहं सर्वं न जानामि. सन्देहः नास्ति. सम्यक्, सत्यमेव. अहं सर्वं न जानामि, सन्देहः नास्ति. अस्तु, अग्रे तर्हि निहारिका भगिनी अग्रे. अहं सर्वं न जानीयाम्. अत्रापि सन्देहः अस्ति. प्रायः अहं सर्वं न जानीयाम् इति. इति अर्थः अस्ति. तत्र कोऽपि किमपि पृच्छति, यः वदिष्यति उत्तरं सः तादृशं वक्तुं शक्नोति. अहं प्रयत्नं करोमि किन्तु प्रायः अहं सर्वं न जानीयाम्. अस्तु, तर्हि अग्रे गच्छेम। लक्ष्मी भगिनी, तत्र द्वितीय अभ्यासः। रिक्तस्थानानि पूरयत अभ्यासः। प्रथमपुरुषः एकवचनं बहुवचनम्, उत्तमपुरुषः एकवचनं बहुवचनम्, गच्छति प्रथमपुरुषे गच्छेत् गच्छेयुः, उत्तमपुरुषे गच्छेयं गच्छेम, पृच्छेत् पृच्छेयुः पृच्छेयं पृच्छेम। समीचीनमस्ति। मीना भगिनी अग्रे। भगिनी अस्ति वा? क्षम्यतां महोदय, नयेत् नयेयुः नयेयं नयेम। हा अस्तु, समीचीनमस्ति। सुनिधि भगिनी। नमेत् नमेयुः नमेनं नमेयं नमेम। हा समीचीनमस्ति, सुन्दरमस्ति। श्रीनिवास महोदय अग्रे। वदेत् वदेयुः वदेयं वदेम। अस्तु, सुब्रह्मण्यमहोदय अग्रे। खादति खादेत् खादेयुः खादेयं खादेम। सन्ध्या भगिनी अग्रे। इच्छति इच्छेत् इच्छेयुः इच्छेयम् इच्छेम। पद्मा भगिनी अग्रे। हा महोदय, स्मरति स्मरेत् स्मरेयुः स्मरेयं स्मरेम। अस्तु, इति तत्र प्रथमसमूहः अस्ति, यत्र प्रथमभागस्य अन्ते लघु अकारः अस्ति, यथा गच्छ पृच्छ नय नम वद खाद इच्छ स्मर, तत्र भागस्य स्मर तत्र अकारः इच्छ तत्र अकारः अस्ति। अग्रिमद्वितीयसमूहः यत्र तादृशं नास्ति, यथा गृह्णाति गृह्णाति तत्र हा आकारः अस्ति, अकारः नास्ति आकारः। शक्नोति तत्र ओकारः अस्ति अकारः नास्ति। करोति तत्र ओकारः अस्ति। ददाति तत्र आकारः अस्ति। यत्र कुत्रापि प्रथमभागस्य अन्तिमवर्णः लघु अकारः नास्ति तत्र एतादृशानि रूपाणि भवन्ति, कुर्यात् दद्यात् शक्नुयात् गृह्णीयात् इति रूपाणि सन्ति। अस्तु, इदानीं किं कुर्मः, तत्र अग्रिमे पुटे कानिचन क्रियपदानि सन्ति। सञ्जीवमहोदय तत्र पठति वा उदाहरणानुसारम्। अवधेयं, केषाञ्चित् धातूनां रूपाणि भिन्नानि भवन्ति, यथा ग्रहधातुः गृह्णीयात् गृह्णीयातां गृह्णीयुः, गृह्णीयाः गृह्णीयातां गृह्णीयात्, गृह्णीयां गृह्णीयाव गृह्णीयाम। एवमेव बध्नाति जानाति क्रीणाति प्रीणाति अश्नाति इत्यादीनां रूपाणि भवन्ति। शक् धातुः शक्नुयात् शक्नुयातां शक्नुयुः, शक्नुयाः शक्नुयातां शक्नुयात्, शक्नुयां शक्नुयाव शक्नुयाम। एवमेव चिनोति आप्नोति शृणोति तनोति इत्यादीनां रूपाणि भवन्ति। क्वी धातुः कुर्यात् कुर्यातां कुर्युः, कुर्याः कुर्यातं कुर्यात्, कुर्यां कुर्याव कुर्याम। दा धातुः दद्यात् दद्यातां दद्युः, दद्याः दद्यात्तं दद्यात्, दद्यां दद्याव दद्याम। समीचीनम्। अग्रिमे पुटे तत्र चतुर्थः अभ्यासः आरभ्यतां, तत्र उदाहरणार्थं। उदाहरणानुसारं रिक्तस्थानानि पूरयतु. उदाहरणमस्ति क्रीणाति, क्रीणीयात् क्रीणीयुः, क्रीणीयां क्रीणीयाम. तथैव गृह्णाति, गृह्णीयात् गृह्णीयुः, गृह्णीयां गृह्णीयाम. हा, समीचीनमस्ति. अस्तु, अग्रे इदानीं निहारिका भगिनी तत्र अश्नाति, खादति इति अर्थः अश्नाति. अश्नाति, अश्नीयात् अश्नीयुः, अश्नीयाम् अश्नीयाम. हा, समीचीनमस्ति. इदानीं जानाति इति करोतु. जानाति, जानीयात् जानीयुः, जानीयां जानीयाम. अस्तु, समीचीनमस्ति. श्रीनिवासमहोदय अग्रे. बध्नाति, बध्नीयात् बध्नीयुः, बध्नीयां बध्नीयाम. अग्रे. शक्नोति, शक्नुयात् शक्नुयुः, शक्नुयां शक्नुयाम. तनोति करोतु. तनोति, तनुयात् तनुयुः, तनुयां तनुयाम. समीचीनमस्ति. अस्तु, सुनिधि भगिनी अग्रे. शृणोति, शृणोति, शृणुयात् शृणुयुः, शृणुयाम शृणुयाम. समीचीनं. बहु सम्यक् अस्ति. प्राप्नोति, प्राप्नुयात् प्राप्नुयुः, प्राप्नुयां प्राप्नुयाम. अस्तु, अग्रिमं पठतु कृपया. चिन्तयति, चिन्तयेत् चिन्तयेयुः, चिन्तयेयं चिन्तयेम. इदं किञ्चित् भिन्नमस्ति, यतोहि तत्र यकारः क्रियापदस्य एव भागः अस्ति, अतः यकारः कुत्रचित् द्विवारम् आगच्छति खलु, यथा चिन्तयेयम्. अस्तु, गणयति करोतु भगिनि, सुन्दरी भगिनि अग्रिमम्. गणयेत् गणयेयुः, गणयेयं गणयेयम, येम गणयेम. हा, गणयेम. समीचीनमस्ति, बहु सम्यक् अस्ति. अस्तु, अग्रे लक्ष्मीभगिनी अग्रे. मार्जयति, मार्जयेत् मार्जयेयुः, मार्जयेयं मार्जयेम. कथयति, कथयेत् कथयेयुः, कथयेयं कथयेम. हा, तथा. अस्तु, अग्रे नताशा भगिनी, तत्र पूर्वतने पूते तृतीय अभ्यासः अस्ति. अधो लिखितानि वाक्यानि सम्भावनारूपेण परिवर्त्य लिखत. मम मित्रम् आगच्छति, मम मित्रम् आगच्छेत्. द्वितीयं करोतु. सः पत्रं लिखति, सः पत्रं लिखेत्. हा, अस्तु, शिल्पा भगिनी अग्रे. अतीतयः प्रश्नान् पृच्छन्ति, अतीतयः प्रश्नान् पृच्छेयुः. हा, समीचीनमस्ति. द्वितीयं करोति वा अग्रिमम्? आवां त्वां आह्वयावः. आवां त्वां यथा चिन्तयति तथा आह्वयति. आह्वयति आह्वयतम् आवामिति अस्ति खलु. पूर्वतने पुटे पश्यतु तत्र रूपाणि. हकारे वकारः आह्वयति. आह्वयेत् यथा आह्वयेत् आह्वयेताम् आह्वयेयुः आह्वयेः आह्वयेताम् आवामिति अस्ति खलु. ओ आह्वयेव समीचीनमस्ति. आह्वयेव श्रुतम्. आवां त्वाम् आह्वयेव आह्वयेव इति अस्ति. आह्वयेव निहारिका भगिनी अग्रे. सः श्वः चिन्तां करिष्यति. सः श्वः चिन्तां कुर्यात्. अग्रे भविष्यत्काले अस्ति, तत्र करिष्येत् इति रूपः अस्ति वा रूपं? न, तादृशं रूपं नास्ति. विधिलिङ् लकारस्य तत्र लकारद्वयं मिलित्वा न भवति, केवलं दशलकाराः सन्ति. तत्र विधिलिङ् अपि च भविष्यत्काल रूपं मिलित्वा न भवति. किन्तु यथा यत्र यत्र शानच् प्रत्ययः अस्ति अथवा शतप्रत्ययः, तत्र हा हा करिष्यमाणं तत्र तत्र भवति. शानशत्र शानश् भवति, किन्तु यतोहि शानशत्र लकारः नास्ति अतः तत्र भवति. धन्यवादः. हा हा समीचीनम् अस्तु भगिनि अग्रे. वयं प्रीत्या वार्तालापं कुर्मः. वयं प्रीत्या वार्तालापं कुर्यामः. हा इति अस्ति. सन्ध्या भगिनी अग्रे. सर्वे आगन्तुं न शक्नुवन्ति. सर्वे आगन्तुं न शक्नुयुः. न शक्नुयुः. अग्रे. तौ दम्पती न आगमिष्यतः. तौ दम्पती न आगमिष्यताम्. अत्र कः लकारः आगमिष्यतः? आगमिष्यतः कः लकारः? हा भविष्यत्कालः अस्ति खलु. हा इदानीं प्रथमतया वर्तमानकालस्य रूपं वदतु. आगमिष्यतः इत्यस्य वर्तमानकालरूपं किम्? गमिष्येत् गमिष्येतां न न तत्र यथा लट्लकारः गच्छति इति यथा ओ गच्छति आं गच्छेत् इदानीं तौ अस्ति खलु द्विवचने गच्छेताम् अत्र अत्र मया उदाहरणम् उक्तं किन्तु आगत् आ इति अस्ति खलु आगमिष्यतः नाम आगच्छति इति रूपम् आगच्छति तत्र द्विवचने किं भवति आगच्छेताम् आगच्छेताम् अत्र अभ्यासः अपेक्षितः अस्ति यथा लट्लकारे तत्र वर्तमानकाले आगच्छति आगच्छतः आगच्छतः इति भवति आगच्छतः किन्तु विधिलिङ्गकाले आगच्छेताम् भविष्यत्काले आगमिष्यतः इति एतत् सर्वं भवति समीचीनं सदैव महोदय अग्रे भवत्याः बहूनि कार्याणि भवन्ति भवन्ति बहुवचनं प्रथमविभक्ति प्रथमपुरुषः क्षम्यतां प्रथमपुरुषः भवेत् भवेतां भवेयुः हा हा वाक्यं वदतु भवत्याः बहूनि कार्याणि भवेयुः अग्रे अनेन मम साहाय्यं भवति अनेन मम साहाय्यं भवेत् अस्तु बहु सम्यक् अस्ति सुब्रह्मण्यं तत्र अग्रे अग्रिमपुटे तत्र अभ्यासः अस्ति पञ्चमाभ्यासः कस्यचिदपि धातोः विधिलिङ्गलकाररूपाणि उपयुज्य यथोदाहरणं वाक्यानि रचयत उदाहरणार्थं सः कुर्यात् तौ कुर्यातां ते कुर्युः सा कथेयत् ते कथेयतां ताः कथेयुः एषः गणयेत् एतौ गणयेताम् एते गणयेयुः अस्तु समीचीनमस्ति श्रीनिवासमहोदय अग्रे एषा गच्छेत् एते गच्छेताम् एताः गच्छेयुः अग्रे भवान् लिखेत् भवन्तौ लिखेताम् भवन्तः लिखेयुः हा समीचीनमस्ति अस्तु सन्दीपमहोदय अग्रे भवती पश्येत् भवती पश्येताम् भवत्यौ पश्येताम् भवत्यः पश्येयुः अग्रे अयं धावेत् इमौ इमौ धावेताम् इमाः धावेयुः न अत्र इमे इति अस्ति अस्मिन् पुस्तके रूपाणि सन्ति पश्येम एकवारं सर्वे तत्र अस्मिन् पुटे अस्मिन्नेव पुस्तके सन्ति इति एकपञ्चाशत् तमपुटे तमे पुटे महोदय एकपञ्चाशत् हा एकपञ्चाशत् पुटे हा हा हा इति अस्ति हा तत्र स्त्रीलिङ्गे अपि तत् सर्वम् अस्ति एकपञ्चाशत् हा हा हा अयम् इमो इमे इति अस्ति अनन्तरं स्त्रियम् अग्रिमवाक्यम् अस्ति तत्र अग्रिमवाक्यं तथा तत्र षट् पञ्चाशत्तमे पुटे सन्ति रूपाणि हा अस्तु अग्रे निहारिका भगिनि इदानीमस्ति अस्ति वा भगिनि आम् एतत् एकं समाप्य गच्छामि हा हा हा समीचीनं तदर्थम् उक्तवान् वदतु इयमस्ति षट् पञ्चाशतमे रूपे पुटे तत्र रूपाणि सन्ति इयं कस्यां पुट्यां तत्र षट् पञ्चाशत् षट् पञ्चाशतमे पुटे तत्र इयम् इमे इमाः इति भवति इयम् इमे इमाः मया उक्तम् इदानीम् इयम् इमे इमाः इयम् इमे इमाः स्त्रीलिङ्गे इयं पश्येत् इमे पश्येताम् इमे पश्येयुः इमाः इमाः पश्येयुः अस्तु अस्तु समीचीनमेव अस्तु भगिनि तर्हि मिलामः धन्यवादः लक्ष्मी भगिनी अग्रे त्वं पठेः युवां पठेतं यूयं पठेत अहं शक्नुयाम् आवां शक्नुयाव वयं शक्नुयाम हा अस्तु बहु समीचीनमस्ति इदानीं सप्तमभ्यासः अस्ति सप्तमभ्यासः तत्र मीना भगिनी पठति वा सप्तम अद्य रमेश अद्य लिखितानि वाक्यानि कदाचित् प्रायः श्वः यदि इत्यादीनां पदानां प्रयोगेन सम्भवानार्थे परिवर्त्य लिखत अद्य रमेशः आगच्छति कदाचित् अद्य रमेशः आगच्छेत् सः आगत्य करोति यदि सः आगत्य कुर्यात् तर्हि कुर्यात् हा यदि तर्हि भवितुमर्हति हा यदि सः आगत्य तर्हि कुर्यात् न न न अत्र तर्हि किञ्चित् परिवर्तनीयं भवति यदि तर्हि इति भवति यदि सः आगच्छति तर्हि आगत्य इति तत्र न प्रवर्तते न भवति तत्र प्रायः इति वदतु प्रायः सः आगच्छति कुर्यात् न न अत्र अत्र पश्यतु भगिनि अत्र सः आगत्य करोति यदि केवलं करोति इति रूपस्य परिवर्तनम् अपेक्षितमस्ति तस्यां दशायां किं कुर्मः प्रायः इति संयोजयामः अनन्तरम् अन्ते करोति इति विधिलिङ्गरूपं परिवर्तयामः आगत्य इति यथावत् तिष्ठेत् प्रायः इति वदतु प्रायः सः आगत्य कुर्यात् हा प्रायः सः आगत्य कुर्यात् अत्र यदि तर्हि न भवितुमर्हति किमर्थमिति चेत् आगत्य इति रूपम् एकाकी न भवितुमर्हति एकाकी न भवितुं नाम तत्र क्रियापदं नास्ति अव्ययमस्ति अतः यदि सः आगत्य इति न भवति यदि सः आगच्छति इति स्यात् अस्तु अग्रे हा सञ्जीवमहोदय अग्रे त्वं मित्रगृहं गत्वा फलानि खादसि त्वं मित्रगृहं गत्वा फलानि खादेः अस्तु अग्रे वयं तत्र न तिष्ठामः वयं तत्र न तिष्ठेम हा समीचीनमस्ति अस्तु भगिनी सुनेदि भगिनी अग्रे बालकाः अत्र क्रीडन्ति बालकाः अत्र क्रीडेयुः समीचीनम् अग्रे जनाः किं कुर्वन्ति जनाः किं कुर्वन्ति पुनः वदतु जनाः किं कुर्येयुः अत्र पूर्वतने पुटे पश्यतु अत्र चतुर्नवतितमे पुटे तत्र पश्यतु तत्र कुर्यात् तत्र रूपाणि सन्ति कुर्यात् प्रदर्शयतु महोदय कृपया कुर्यात् कुर्युः वाक्यं पुनः वदतु कृपया जनाः किं कुर्युः हा समीचीनमस्ति बहु सम्यक् अग्रे सहदेव महोदय हा आम् सा आगच्छति त्वमपि आगच्छसि सा आगच्छति त्वमपि आगच्छः अत्र अत्र द्वयमपि परिवर्तयतु सः आगच्छति त्वमपि आगच्छसि तर्हि आगच्छति इति परिवर्तयतु यदि शब्दस्य उपयोगं करणीयं वा महोदय किं यदि तर्हि हो हो हो हो वयं विस्मृतवन्तः एतत् सर्वं हा हा हा हा सत्यम् एतावता वयं न तत्र कदाचित् प्रायः श्वः यदि इति वयं न कृतवन्तः हा अस्तु यत् कमपि भवतु हा यदि तर्हि अस्तु यदि तर्हि करोतु यदि सा आगच्छेत् त्वमपि तर्हि त्वमपि आगच्छः आगच्छेः अस्तु अग्रिमं करोतु कार्यं समाप्य यूयं खादथ कार्यं समाप्य यूयं खादेत बहु सम्यक् अस्ति अस्तु नताशा भगिनी अग्रे भवान् सह पुस्तकालयं गत्वा लिखन्ति अत्र संयोजयतु कदाचित् प्रायः श्वः यदि इत्यादिकं प्रायः भवन्तः पुस्तकालयं गत्वा लिखेयुः अग्रे गृहे के के तिष्ठन्ति श्वः गृहे तिष्ठेयुः इति अस्ति बहु समीचीनमस्ति अस्तु अग्रे तर्हि श्रीनिवासमहोदय कृपया पठतु विधिलिङ्गक्रियापदानां प्रयोगेन अधः लिखितं संवादं पूरयत श्याम किम् अद्य भवती तत्र गमिष्यति विचिता कदाचित् किम् अद्य भवती तत्र गमिष्यति कदाचित् हा किन्तु अत्र अहम् इति अस्ति विजिता वदति अहम् आम् अहं कदाचित् गच्छेयम् हा अस्तु अग्रे श्याम किं भवती कार्यं शीघ्रं करोति विजिता प्रायः शीघ्रमेव कुर्याम समीचीनमस्ति अस्तु अग्रे शिल्पा भगिनि प्रायः शीघ्रमेव किं भवति कार्यं शीघ्रं करोति करोति इति अस्य रूपं करोति शीघ्रं प्रायः शीघ्रमेव एव करोति प्रायः अहमपि शीघ्रमेव कार्यं कुर्याम् किं त्वं विद्यालये यदि विद्यालयं गच्छामि तदा किं त्वं विद्यालयति वदतु यदा विद्यालयं ओ क्षम्यता यदा विद्यालयं यदा विद्यालयं गच्छेयं तदा क्रीडां क्रीडेयं यदा क्रीडेयं न न यदा यदा विद्यालयं गच्छेयं तदा क्रीडेयं अस्तु समीचीनमस्ति इदानीम् अग्रे सुब्रह्मण्यं तत्र सूक्तिः इति उक्त्वा अर्थं प्रतिपादयति वा अस्तु महोदय सूक्तिः क्षणशः कणशश्चैव विद्याम् अर्थं च साधयेत् अत्र प्रथमं अत्र क्षणशः कणशः च एव विद्याम् अर्थं च साधयेत् कणशः इत्युक्ते कणः इत्युक्ते किञ्चित् किञ्चित् एव अधिकं नास्ति परन्तु किञ्चित् किञ्चिदेव स्वल्पं न्यूनमेव इति अर्थः अत्र क्षणशः इत्युक्ते अत्र किञ्चित् समयस्य प्रायः महोदय अत्र क्षण सत्यं क्रमेण क्रमेण इत्युक्ते शीघ्रं न मन्दं मन्दम् एव इति प्रायः अत्र अधिकं न किञ्चित् किञ्चित् एव विद्या विद्याम् अर्थम् अर्थमत्र धनं प्रायः महोदय विद्या अत्र ज्ञानं साधयेत् तस्य साधनं भवति इति अर्थं महोदय अत्र मन्दं मन्दं किञ्चित् किञ्चित् पठित्वा एव विद्यां प्राप्नोति तथैव धनमपि प्राप्नोति शीघ्रमेव किमपि कर्तुं न शक्यते इति प्रायः अत्र सूक्तिः अर्थः अथवा सोपानेन करोति चेत् बहु किमपि भविष्यति अन्ते यद्यपि प्रति एकस्मिन् क्षणे लघुसङ्ग्रहणं स्यात् किन्तु क्रमेण प्रतिदिनं करोति चेत् अन्ते बहु किमपि साधयिष्यति इति अर्थः संस्कृतं विषये अपि तथैव महोदय हा अस्तु तर्हि अत्र हा तत्र द्विनवतितमे पुटे तत्र श्लोकद्वयम् अवशिष्टमस्ति गीताश्लोकद्वयम् अवशिष्टमस्ति तत्र चतुर्थश्लोकं महोदय तृतीयमपि करणीयं महोदय तृतीयमपि करणीयमस्ति चिन्तयामि स्म यत् तत् अभवत् एव अस्तु तर्हि अत्र लक्ष्मीभगिनी पठति वा तृतीयं यदि मां प्रतीकारमशस्त्रं शस्त्रपाणयः न यत्र माम् अप्रतीकार महोदय यदि माम् अप्रतीकारम् अशस्त्रं शस्त्रपाणयः धार्तराष्ट्रा प्रणे हन्यु तन्मे क्षेमतरं भवेत् अस्तु अहं तस्य अन्वयवाक्यं वदामि अनन्तरं भवती वदतु तत्र विधिलिङ्ग् कुत्र अस्ति इति जानाति वा आं महोदय कुत्र अस्ति भवेत् इति एकमस्ति भवेत् इति एकमस्ति अन्यत् अपि अस्ति किन्तु सन्धिः अस्ति अस्तु अस्तु वदतु हा तत्र हा विसर्गसन्धिः अस्ति हा तर्हि रूपमेवं भवति यदि धातराष्ट्राः शस्त्रपाणयः इति एकः शब्दसमूहः अस्ति धातराष्ट्राः शस्त्रपाणयः नाम येषां हस्ते येषां पाणौ शस्त्रमस्ति ते धातराष्ट्राः शस्त्रपाणयः तत्र अशस्त्रं यस्य हस्ते शस्त्रं नास्ति तत्र अशस्त्रम् अप्रतिकारम् अप्रतिकारं मां रणे हन्युः अत्र अप्रतिकारं नाम न विद्यते प्रतिकारः यस्य सः प्रतिकारः यः विरोधं करोति यः विरोधी अस्ति तत्र न विद्यते प्रतिकारः कर्म इति प्रतिकारः न विद्यते प्रतिकारः यस्य सः पुरुषः अपि च तम् अस्ति तत्र द्वितीयविभक्तौ अस्ति अप्रतिकारं तर्हि मां रणे हन्युः तत् मे क्षेमतरं भवेत् मे इत्युक्ते अत्र किं मम मह्यमिति तर्हि यदि धातराष्ट्राः नाम धृतराष्ट्रस्य पुत्राः यदि धातराष्ट्राः शस्त्रपाणयः तत्र पाणिः इत्यस्य बहुवचनं किं पाणयः खलु येषां हस्ते शस्त्रम् अस्ति ते शस्त्रपाणयः धातराष्ट्राः शस्त्रपाणयः अशस्त्रम् इति तत्र एकः शब्दसमूहः अस्ति धातराष्ट्राः शस्त्रपाणयः यदि ते जनाः, अनन्तरं माम् इति अस्ति, तत्र विशेषणद्वयमस्ति, अशस्त्रम् अप्रतीकारं. महोदय, पाणयः अर्थं किं? हस्तः. हस्तः, पाणिः. पाणिः इत्युक्ते हस्तः. अशस्त्रम् अप्रतीकारं मां रणे, नाम युद्धक्षेत्रे रणे हन्युः. तत् मह्यं मे क्षेमतरं भवेत् इति श्लोकस्य अर्थः स्पष्टः वा? आं महोदय. अस्तु, समीचीनमस्ति. सञ्जीवमहोदय, अग्रिमं पठति वा? गुरून हत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्षमपीह लोके, अत्वार्थकामास्तु गुरूनिह इव भुञ्जीय भोगान् रुहृत्प्रतिग्धान्. अस्तु, श्लोकार्थं वदति वा? हा, प्रयत्नं करोमि. गुरून् अहत्वा, गुरून् अहत्वा हि महानुभावान्, हा, गुरून् अहत्वा हि महानुभावान् श्रेयः भोक्तुं भैक्षम् अपि इह लोके, हत्वा अर्थकामान् तु गुरून् इह एव भुञ्जीय भोगान् रुधिरप्रदिग्धान् इति पदविच्छेदनं. तत्र महानुभावान् गुरून् अहत्वा हि लोके भैक्षम् अपि इह लोके भैक्षम् अपि इह भोक्तुं श्रेयः, इत्युक्ते गुरून् गुरून् न मारयित्वा न हत्वा महानुभावाः गुरुजनाः सन्ति, तान् न हत्वा न दण्डयित्वा लोके अस्मिन् जगति भैक्षं भिक्षाम् अपि कृत्वा भोक्तुं श्रेयः, भिक्षामपि कृत्वा भोजनं कर्तुम् उचितम् अस्ति. हत्वा अर्थकामान्तु गुरूनिहैव, अर्थकामाः वयं धनकामाः अथवा धनादि लोभेन गुरुजनान् हत्वा गुरुजनान् युद्धे वधां कृत्वा यदि वयं गुरुजनान् अन्युः तदा अस्माकं स्थितिः भवति रुधिरप्रदिग्धान् भोगान् भुञ्जीय, रुधिरप्रदिग्धान् रक्तादि मांसादि लेपितान् भोगसामग्रीन् भुञ्जीय भोजनं कुर्युः कुर्याम अत्र भोजनमिति भुञ्जीय भोगं कुर्याम. हा, बहु समीचीनमस्ति, बहु सम्यक् अस्ति. एक अतः सैव अस्ति अन्वयवाक्यमेकवारं वदामि. महान् अनुभावान् गुरून्, गुरून् इत्यस्य विशेषं खलु, महान् अनुभावान् गुरून् अहत्वा स्थितस्य मम इति स्थापनीयमस्ति. स्थितस्य मम भैक्षं, भैक्षमितिस्य दीक्षा इत्यस्य भावः वस्तुतः यत् खाद्यं प्राप्यते भिक्षायां तस्य नाम भैक्ष्यमस्ति. भिक्षायां यद् भोजनं प्राप्यते तत्र कस्यचित् गृहं गत्वा भिक्षां देहि इति उक्त्वा तत्र यत् प्राप्यते तस्य नाम भैक्ष्यं. भैक्ष्यं भोक्तम् इह नाम अत्र अस्मिन् लोके श्रेयः. तत्र एतत् सर्वं श्रेयः. महान् अनुभावान् गुरून् यदि न तेषां मरणं अस्माभिः न भवति तदर्थं भैक्ष्यं खादनीयं भवति अस्माभिः. तथापि श्रेयः गुरुन् इति नाम एकं चयनमस्ति गुरूणां मारणम्, एकम् अस्ति गुरूणाम् अमारणं. तत्र यदि तेषां मारणं न भवति तदर्थम् अस्माकं भैक्ष्यं खादनीयं भवति आजीवनं, तदेव श्रेयः. तस्य अपेक्षया गुरून् हत्वा, द्वितीयवाक्यमस्ति गुरून् हत्वा रुधिर इत्युक्ते रक्तं रुधिर प्रदिग्धान् नाम मिश्रितम् अथवा लेपितं रुधिरप्रदिग्धान् अर्थकामान्, तत्र अर्थं कामयति इति अर्थकामः तान् अर्थकामान् यः अर्थम् इच्छति गुरवः. यद्यपि ते गुरवः अर्थम् इच्छन्ति तथापि यदि तेषां मारणम् अस्माभिः भवति तर्हि तत्र रुधिरप्रदिग्धविषयः भवति, अपि च अस्माभिः भोगः भुञ्जनीयः. तत्र भुञ्जनीया इति विधिलिङ्गकारः अस्ति, किन्तु भुञ्जनीया इति आत्मनिपदिधातोः भुञ्जनीया आत्मनिपदिधातुः अस्ति इति अस्ति. सर्वैः अवगतं वा? आं महोदय, एकः प्रश्नः अस्ति अत्र. अत्र प्रथम पदद्वयमस्ति खलु महोदय, अत्र गुरुन् अहत्वा अत्र विच्छेदनमस्ति इति अहं चिन्तयामि. अहत्वा अहं चिन्तयामि अत्र प्रायः निश्चयेन सम्यक् एव, किमर्थं चेत् व्यासमहर्षिणा लिखितमस्ति तथैव. परन्तु अहत्वा अत्र लेब् आनीयं खलु महोदय, लेबन्तपदम् अत्र अहत्वा अत्र अहत्वा प्रश्नः समीचीनः अस्ति, किन्तु प्रश्नः अस्ति अह् इति नै नकारात्मक अर्थः अस्ति, उपसर्गः अ इति प्रायः न स्यात् अ इति. तत्र एकविंशति द्वाविंशति वा तत्र उपसर्गाः सन्ति, तेषु अ इति नास्ति इति अहं मन्ये. परन्तु यथा गच्छति आगच्छति उपसर्गः अस्ति, आति उपसर्गः अस्ति, अ इति उपसर्गः नास्ति इति अहं मन्ये. नास्ति अत्र प्रायः व्यतिरेकपदं, तथैव तत्कारणात् आ उपसर्गः नास्ति, उपसर्गः नास्ति. अतः अगत्वा अकृत्वा अगत्वा इति एतत् सर्वं भवति, उपसर्गः नास्ति. प्रश्नः समीचीनप्रश्नः अस्ति. अस्तु, द्वितीयश्लोकं कृत्वा समापयामः. तर्हि अत्र का पठति, पद्मा भगिनी पठितुमिच्छति वा? हा महोदय. न चैतदिद्मः कतरन्नो गरीयो यद्या जयेम यद्वा जयेम यदि वा नो जयेयुः यानेव हत्वा न जिजीविषामस्ते वा स्थिताः प्रमुखे अवस्थिताः अवस्थिताः प्रमुखे धार्तराक्ताः. विधिलिङ्गकारः कुत्र अस्ति? जयेयुः अपि च जयेम. बहु समीचीनमस्ति. अत्र शीघ्रमेव वदामि, अत्र अन्वयवाक्यम् एवमस्ति, यान् हत्वा न जीविष्यामः. जीवितुम् इच्छामः इति सन्प्रत्ययान्तरूपमस्ति, जिजीविष्यामः. यान् हत्वा न जिजीविष्यामः ते एव धातुराष्ट्राः धातुराष्ट्रस्य पुत्राः प्रमुखे प्रमुखी नाम अभिमुखे नाम पुरतः अवस्थिताः यान् हत्वा न जिजीविषामः ते एव धातुराष्ट्राः प्रमुखे अवस्थिताः तस्मात् यत् यद् यत् वा जयेम यदि वा नो जयेयुः तर्हि तस्मात् यत् वा वयं जयेम यदि वा नो नः प्रायः नः जयेयुः नः इति अस्मान् जयेयुः समीचीनमस्ति अनयोः मध्ये कतरत् नः अस्माकं कृते अस्मभ्यं गरीयः इति एतत् न विद्मः विद्मः इति जानीमः तर्हि पुनः वदामि एकवारं यान् हत्वा न जीविष्यामः न जीवितुमिच्छामः ते एव धातुराष्ट्राः प्रमुखे पुरतः अवस्थिताः तस्मात् यत् वा जयेम यदि वा अस्मान् नः जयेयुः अनयोः मध्ये द्वयोः मध्ये कतरत् नाम किं नः नाम अस्माकं कृते गरीयः समीचीनम् इति एतत् न विद्मः न जानीमः स्पष्टमस्ति वा द्वयोः मध्ये किं समीचीनं स्यात् इति न जानीमः अस्तु इति अनेन अयं पाठः समाप्तः अस्ति ततः अग्रे सरेम तर्हि अग्रिमे सप्ताहे तत्र विद्यार्थे भविष्यति विलिङ्गकारः अस्तु सर्वेषां धन्यवादः नमस्कारः धन्यवादः धन्यवादः